अस्तु, सर्वेषां नमस्कारः। गतरविवासरे किं कृतम् अस्माभिः? अस्माभिः अष्टाध्यायीसूत्राणां बलाबलम् इति विषये नित्यशास्त्रत्वस्य अध्ययनम् अस्माभिः कृतम्। अस्माभिः पठितं यत् नित्यसूत्रं यत् अस्ति तस्य कार्यं भवति अन्यसूत्रस्य अपेक्षया। नित्यसूत्रम् इत्युक्ते किम्? अन्यसूत्रस्य अपेक्षया यदि एकं सूत्रं तस्मात् सूत्रात् पूर्वम् अपि च अनन्तरम् उभयोः समयोः कार्यं कर्तुं शक्नोति तर्हि तत् सूत्रं नित्यसूत्रम् अस्ति। अन्यसूत्रस्य अपेक्षया नित्यसूत्रस्य बलम् अस्ति इति अस्माभिः दृष्टम्। अनन्तरम् अस्माकं विषयः यत् अधुना चलदस्ति तदस्ति अन्तरङ्गशास्त्रम्। अन्तरङ्गम् इत्युक्ते किं? तर्हि अस्माभिः दृष्टं यत् एकं सूत्रम् अस्ति तस्य सूत्रस्य निमित्तानि यदि अन्यसूत्रस्य निमित्तसमुदाये मध्ये अन्तर्भूतानि सन्ति तर्हि तत् प्रथमं सूत्रम् अन्य द्वितीयसूत्रस्य अपेक्षया अन्तरङ्गसूत्रम् इति उच्यते। तदनन्तरं यस्य सूत्रस्य निमित्तानि बहिः सन्ति तत् सूत्रं बहिरङ्गम् इति उच्यते। तर्हि नियमः अस्ति यत् बहिरङ्गसूत्रस्य अपेक्षया अन्तरङ्गसूत्रस्य कार्यं भवति, अन्तरङ्गसूत्रं बलवत्तरं भवति इति प्रश्नः अस्ति। तर्हि अन्तरङ्गं बहिरङ्गं सूत्रयोः निर्णयस्य कृते निमित्तानि कानि कानि सन्ति इति द्रष्टव्यानि। अस्तु, तदनन्तरम् अस्माभिः पठितं यत् अन्तरङ्गसूत्रं बहुविधं भवितुं शक्नोति परन्तु अस्माकं करपत्रे केवलं प्रकारद्वयं वयं पठिष्यामः। अधुना प्रथमं प्रकारं महोदय शब्दमस्ति कुत्र किञ्चित् सुमन् महोदय अहं भवन्तीं म्यूट् करोमि। प्रश्नः अस्ति चेत् अन्म्यूट् कृत्वा आगच्छतु। प्रायः भवत्याः गृहे भवत्याः फोन् मध्ये डिस्टर्बेन्स् अस्ति। अस्तु, किन्तु नास्ति इति चिन्तयामि, किन्तु अहमेव करोमि। अस्मि, तर्हि हा अस्तु, तर्हि अग्रे पठामः। अधुना मीना सुन्दरेशन् महोदय अस्ति खलु? कुत्र पठामि? अन्तरङ्गम् इति अन्तरङ्गम् तदस्ति खलु, पूर्वोपस्थितनिमित्तकम् अन्तरङ्गम्। पूर्वोपस्थितनिमित्तकस्य अन्तरङ्गत्वात् यस्य शास्त्रस्य निमित्तं पूर्वमेव उपस्थितं वर्तते तदपि अन्तरङ्गम्। अस्य बोधनार्थं दृष्टान्तो दीयते। सिव् धातुः योगः न प्रत्ययः स्योन शब्दः कथं स्योन भवति महोदय? एकनिमेषः, प्रथमं तु यद्भवत्या पठितं पूर्व उपस्थितनिमित्तक अन्तरङ्गस्व यद् भवत्याः परिभाषा पठिता तद् एकवारं स्वस्य शब्देषु वदतु। पूर्वोपस्थितनिमित्तकम् अन्तरङ्गं परिभाषायां पूर्वोपस्थितनिमित्तकस्य अपि अन्तरङ्गत्वात् यस्य शास्त्रस्य निमित्तं पूर्वमेव उपस्थितं वर्तते तदपि अन्तरङ्गम्। वाक्यं न अवगतं परन्तु भवान् उक्तवान् अन्तरङ्गं किम् इति। यदि सूत्रद्वयम् अस्ति निमित्त एकसूत्रं बहूनि निमित्तानि सन्ति, अन्यसूत्रं किञ्चित् न्यूनमस्ति, निमित्तमस्ति, बहुनिमित्तानि अस्ति अन्तरङ्गे, अन्यसूत्रस्य निमित्तम् अस्ति, तत् सूत्रम् अन्तरङ्गम् इति उच्यते इति अहं जानामि. उचितं वा न वा न जानामि. आं तर्हि यत् भवत्या यत् उक्तं तत् सामान्यपरिभाषा अस्ति अन्तरङ्गशास्त्रस्य, यत् यस्य सूत्रस्य निमित्तानि अन्यसूत्रस्य निमित्तसमुदाये मध्ये अन्तर्भूतानि सन्ति तत् सूत्रम् अन्तरङ्गं सूत्रमस्ति इति वयं सर्वे जानीमः, अस्माभिः गतरविवासरे पठितं. परन्तु अन्तर्भूतं यत् अस्ति तस्य अपि विशेषप्रकाराः भवितुं शक्नुवन्ति खलु. अन्तर्भूत इत्युक्ते मध्ये कुत्रापि आगच्छन्ति, परन्तु कुत्र आगच्छन्ति? अन्यसूत्रस्य निमित्तसमुदाये समुदायस्य मध्ये आगच्छन्ति, पूर्वभागे आगच्छन्ति, अन्तिमभागे आगच्छन्ति, कुत्रापि आगन्तुं शक्नोति खलु. तर्हि परन्तु सब्सेट् इति कथयित्वा सब्सेट् मध्ये अपि कुत्र आगच्छन्ति? पूर्वभागे, मध्यभागे, अन्तिमभागे, कुत्रापि आगन्तुं शक्नोति. तर्हि पूर्व उपस्थितनिमित्तिकम् अन्तरङ्गम् एकः विशेषप्रकारः अस्ति. तत् वदति यत् तादृशम् अन्तरङ्गं यत्र अन्तरङ्गस्य निमित्तानि बहिरङ्गस्य निमित्तसमुदायस्य पूर्वभागे अवभागे आगच्छन्ति. एको कस्य भवति सर्वे न मलर् महोदय. आम् तर्हि यदि अन्तरङ्गसूत्रस्य निमित्तानि बहिरङ्गसूत्रस्य निमित्तसमुदायस्य पूर्वभागे सन्ति तर्हि तत् पूर्व उपस्थितनिमित्तक अन्तरङ्गम्. तर्हि गतरविवासरे अस्माभिः उदाहरणं पठितं खलु, सि उ न, अवगच्छति वा मीना महोदय? एकनिमिषं, स्मरति वा सि उ न? इति गतरविवासरे अस्माभिः पठितम्, एकम् उदाहरणं मया दत्तं, सि उ न. तर्हि मया किम् उक्तं यत् महोदय, सि उ न इति स्थले कयोः सूत्रयोः युगपत् प्रसक्तिः भवति इति मया किम् उक्तं गतरविवासरे? पुनरपि वदतु महोदय. सि उ न इति, सि उ योगः नः इति किमपि अस्ति एकप्रक्रियायां, स्योनशब्दस्य प्रक्रियायाम् एकस्मिन् सोपाने सि उ न इति स्थितिः भवति. तत्र मया उक्तं यत् इकारस्य स्थाने द्वयोः सूत्रयोः युगपत् प्रसक्तिः भवति. ते सूत्रे के? अन्यसूत्रं किमस्ति? इकोयणचि. तर्हि इकारस्य कृते सूत्रद्वयस्य प्रसक्तिः भवति, एकमस्ति पुगन्तलघुपदस्य च, एकम् अस्ति इकोयणचि. तर्हि पुगन्तलघुपदस्य च इति सूत्रस्य निमित्तानि कानि? उपदा लघु उपदा अवश्यं. इगन्तम् अवश्यम्. इगन्तं न अवश्यं पुगन्तलघुपदस्य कृते. इक् वर्णः उपदा लघु उपदा. लघु इकवर्णः उपधायां. तदनन्तरं लघु उपधायाः सार्वधातुक अथवा आर्धातुकप्रत्ययः अपि भवति खलु तर्हि उगन्तलघुपदस्य च इति सूत्रस्य निमित्तानि अस्मिन् उदाहरणे इकारः ऊकारः नकारः इति सन्ति खलु न प्रत्यय इ उ न अस्तु तर्हि इकोयणचि इति सूत्रस्य निमित्तानि कानि अस्मिन् उदाहरणे इक् वर्णः अचिपरे यन् भवति तर्हि अत्र सि ऊ न इत्यस्मिन् उदाहरणे इकारः इक् अस्ति एकमस्ति इ अचिपरे अपि ऊ अच् ऊ अपि अस्ति तर्हि इकोयणचि सूत्रस्य निमित्तानि सन्ति इ ऊ पुगन्तलघुपदस्य च सूत्रस्य निमित्तानि सन्ति इ ऊ न अतः महोदय वदतु किं सूत्रम् अन्तरङ्गं किं सूत्रं बहिरङ्गम् बहूनि निमित्तानि सन्ति पुगन्तं तथा तत् बहिरङ्गं इकोयणचि अन्तरङ्गम् इकोयणचि अन्तरङ्गं तर्हि इकोयणचि अन्तरङ्गं तु अस्ति यतोहि तस्य निमित्तानि अन्तर्भूतानि सन्ति परन्तु इदम् इकोयणचि यत् अन्तरङ्गम् अस्ति तत् पूर्व उपस्थितनिमित्तिकम् अन्तरङ्गमपि अस्ति वा पूर्व उपस्थितनिमित्तक किमर्थं पूर्वमि अहं भवतीं पृच्छामि अस्ति न वा पूर्व उपस्थितनिमित्तिक अन्तरङ्गम् इत्युक्ते किम् पूर्वमेव निमित्तं भवति पूर्वमेव भवति बहूनि निमित्तानि सन्ति बहूनि इति मा वदतु तत्र बहूनि तु अस्ति परन्तु त्रीणि निमित्तानि सन्ति अस्तु तर्हि त्रीणि निमित्तसमुदायस्य पूर्वभागे आगच्छति वा इकोयणचि सूत्रस्य निमित्तानि आगच्छति कथम् आगच्छति इक् वर्णः अचि अचि परं भवति तस्मात् इकोयणचि प्रथमं भवति प्रथमनिमित्तं तर्हि इकोयणचि तस्य सूत्रस्य निमित्तानि यत् सन्ति इ ऊ ते पूर्वस्य पूर्वभागे सन्ति खलु यतोहि पूर्वभागे सन्ति यत् न इति अस्ति तत् अनन्तरम् आगच्छति इ ऊ प्रथमम् आगच्छति न अनन्तरम् आगच्छति अतः पूर्व उपस्थितनिमित्तिक अन्तरङ्गम् अस्ति इको यडचि अवगच्छति वा सर्वे अवगच्छामि सर्वे अवगच्छन्ति वा महोदय प्रत्यययोजनात् पूर्वम् इति अन्य किमपि प्रत्यययोजनात् पूर्वम् इति अत्र आशा वा तदेव इदानीं भवति वा सर्वत्र प्रत्यनिमित्तिकं कार्यम् अस्ति एव इति तु न वक्तुं शक्नुमः अतः अत्र सामान्यनियमः अस्ति पूर्वभागे अस्ति चेत् पूर्वम् अत्र प्रत्ययः अस्ति अतः वक्तुं शक्नुमः परन्तु सर्वत्र प्रत्ययकृतकार्यमस्ति इति तु न भवेत् खलु ओ अतः पूर्वभागः कस्य पूर्वभागः पूर्वमेव भवति इति तर्हि अस्तु पुगन्तलघुपदस्य च इति सूत्रस्य निमित्तानि कानि अस्मिन् उदाहरणे च किम् एक त्रीणि निमित्तानि सन्ति खलु पुनः पुगन्तलघुपदस्य सार्वधातुक आर्धधातुकः इ उ न इति त्रीणि निमित्तानि सन्ति इकोयणचि सूत्रस्य निमित्तानि कानि इ उ तर्हि इ उ इति इ उ न इति समुदायस्य पूर्वभागे अस्ति खलु. यत् यत् बहिरङ्गं सूत्रम् अस्ति तस्य यत् निमित्तं बहिः अस्ति नाम नः अत्र तद् नः इति निमित्तम् अन्ते आगच्छति खलु. अस्तु तर्हि अन्तरङ्गसूत्रस्य निमित्तानि अत्र पूर्वभागे अस्ति निमित्तानि पूर्वभागे सन्ति अतः तद् निमित्तानि पूर्वभागे उपस्थितानि सन्ति अतः पूर्व उपस्थितनिमित्तिक अन्तरङ्गम्. अस्तु धन्यवादः. अस्तु तर्हि मीना महोदय उदाहरणं पठतु. सिव्न सिव् धातु योगः न प्रत्ययः स्योन शब्दः कथं स्योन भवति पठतु अग्रे खलु. न इति उणादिप्रत्ययः सर्वे उणादिप्रत्ययाः कृत् प्रत्ययाः. तर्हि अत्र उदाहरणं लिखितमस्ति सिव् योगः नः अत्र स्योन भवति. अधुना अस्माकं यत् अभ्यासः अस्माकं यत् पठनमस्ति तत्र वयं दृश्यामः यत् स्योन कथं भविष्यति केषां केषां सूत्राणां प्रसक्तिः भवति इति. तर्हि न इति एकं कृतप्रत्ययः अस्ति तद् आर्धातुकप्रत्ययः अस्ति. सिव् धातु योगः न आर्धातुकप्रत्ययः अत्र स्योन भवति कथं भवति इदानीं वयं द्रक्ष्यामः. अग्रे पठतु. सिव् योगः न इत्यवस्थायां त्रयाणां सूत्राणां प्रसक्तिर्भवति. लोपो व्योर्वलि च्वोः शूरनुनासिके च पुगन्तलघुपदस्य च त्रिषु मध्ये कस्य प्राप्तिर्भवति इत्यस्मिन् विषये चिन्तनीयं. लोपो व्योर्वलि त्रीणि सूत्राणि भवति अस्ति तत्र लोपो व्योर्वलि च्यूर् चूरनासिके च पुगन्तलभूतस्य लोपो व्योर्वलि वल् प्रत्याहारे परे पूर्वं विद्यमानयोः वकारयकारयोः लोपो भवति. इव् च इ च व्यौ इतरद्वन्द्वः तयोः व्योः लोपः प्रथमान्तं व्योः षष्ट्यन्तं वलीसप्तम्यन्तं त्रिपदमिदं सूत्रं सूत्रं स्वयं सम्पूर्णं व्योर् लोपः वलि. यदा व्योर्वलि सूत्रं वदति यदा वकारः उत यकारः वकारयोः वलि वलि परे वलि प्रत्याहारे हल् प्रत्ययः प्रत्याहारः परे लोपो भवति इति वदति सूत्रं. वल् प्रत्याहारे के वर्णाः सन्ति? सर्वे यकारं विहाय सर्वे हल् वला व्यञ्जन व्यञ्जनप्रत्यय व्यञ्जन व्यञ्जनवर्णानि यकारं विहाय सर्वाणि व्यञ्जनानि वल् सर्वाणि व्यञ्जनानि. अस्तु तर्हि यकारं विहाय किमपि व्यञ्जनम् अस्ति तस्य तत् व्यञ्जनात् पूर्वं यदि वकारः अथवा यकारः अस्ति चेत् तद् वकारस्य अथवा यकारस्य लोपः भवति. तर्हि अत्र अस्ति खलु सिव् योगः न मध्ये न वल् प्रत्याहारे अस्ति तस्मात् पूर्वं वकारः अपि अस्ति तर्हि लोपो व्योरवलि वदति यत् वकारस्य लोपं करोतु लोपः करोतु. ततः सि योगः न इति लोपो व्योरवलि कथयति. तर्हि अस्तु तर्हि धन्यवादः महोदय. अस्तु अग्रे जानकी महोदय अस्ति खलु. आं महोदय. छोः शूडनासिके च किं कथयति अग्रे पठतु. छोः शूडनुनासिके अनुनुनासिके च सोरि अननुनासिके च षष्ठाध्यायस्य चतुर्थपादे नवदशतमसूत्रमस्ति. तुक् सहितचकारस्य स्थाने शकारादेशः अपि च वकारस्य स्थाने ऊट् आदेशः भवति अनुनासिकादिप्रत्यये परे क्वि परे छलादिप्रत्यये च परे. इच्छ इव् च तयोरितरेतरद्वन्द्वः च्वौ तयोः च्वोः इश्च ऊट् च तयोः समाहारद्वन्द्वः शूड् छलां चषोन्ते इत्यनेन ठकारस्य स्थाने डकारः छ्वोः षष्ट्यन्तं शूड् प्रथमान्तम् अनुनासिके सप्तम्यन्तं च अव्ययपदम् अनेकपदमिदं सूत्रम् अनुनासिकस्य क्वि छलो क्वि छलोः किन्ति इत्यस्मात् क्विझलोः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं छोः अङ्गस्य शूड् क्विझलोः अनुनासिके च किं लिखितम् अत्र छोः इति छोः तत्र तुक् सहितम् इच् स्थाने तुकागमः पुनः चकार इत्युक्ते तद् सुगागमसन्धि तत्र अभवत् तत्र च अस्ति तद् पूर्वं तद् पूर्वं ह्रस्व न चकारः तद् पूर्वं एतत् इत् तुक् इत् आगमः भवति इत् मध्ये इति तत्र भवति पुनः तत्र च्युत्वसन्धि कारणात् तद् इच् अभवत् अतः तत्र च्वोः मध्ये इत् एव प्रथमं तदनन्तरं तद् इच् अभूत् अतः सुक् सहित छकार इत्युक्ते यत्र चकार छकारस्य यत्र संयुक्तमस्ति संयोजनम् अस्ति च यथा दीर्घच्छाया अस्ति तत्र तरुच्छाया तत्र चकारछकारस्य योजनं यत्र अस्ति तत्र वस्तुतः तत् तुक् सहितछकार अस्ति तत्र वस्तुतः प्रथमं तकारः छकारः अस्ति अनन्तरं श्रुत्वसन्धिं कृत्वा तकारस्य चकारः भवति अतः तुक् सहितछकार इत्युक्ते अत्र अत्र सर्वे जानन्तु च प्लस् छ इति अस्ति अस्तु तत् तुकसहितछकारस्य स्थाने षकारः भवति अग्रे षकारादेशः भवति अपि च वकारः अस्ति तस्य स्थाने ऊट् इति आदेशः भवति परनिमित्तमस्ति अनुनासिक आदि अनुनासिकं यत्र आदि तादृश प्रत्ययः परे अस्ति नो चेत् क्वि परे क्वि परे क्वि प्रत्ययः वा महोदय क्वि प्रत्ययः परे नो चेत् जल् आदि प्रत्यये च परे जल् यत्र जल् प्रत्याहारस्थवर्णाः तद् आदि प्रत्ययस्य आदौ यदा भवन्ति तदा एतादृश आदेशः भवति षकारादेशः वकारस्य स्थाने ऊट् आदेशः इति भवति अत्र च्वौ इति इच् इव् तयोः तत्र इच् च इच्छ इव् च च्वौ तयोः तयोः च्वौ तयोः च्वोः इति अभवत् पुनः इष् च ऊट् च इच् ऊट् च शूट् तयोः समाहारद्वन्द्वः शूड् अत्र शूट् एव अभवत् पुनः तत्र पदस्य शूट् इति पदान् जलां जशोन्ते इति पदस्य अन्ते शूट् इति अस्ति इति कारणात् तत्र झष्ट्वादेशः अतः टकारस्य स्थाने टकारः सो शूड् इति अभवत् इदानीं छ्वोः षष्ट्यन्तपदं षष्टिविभक्त्याम् अस्ति अतः तस्य स्थाने इति भवति शूड् इति प्रथमान्तं तस्य स्थाने यत् आदेशः भवति इषु वा ऊट् वा आदेशं भवति परनिमित्तमस्ति अनुनासिके तत् सप्तम्यन्तमस्ति अनुनासिके च इति अव्ययपदम् अस्ति अनुनासिक आदिप्रत्यय इत्युक्ते किम् अनुनासिकादि अनुनासि तदेव अनुनासिक आदि तत्र आदौ भवति वा प्रत्ययस्य आदौ अनुनासिकवर्णः भवति अनुनासिक इत्युक्ते कानि वर्णानि अनुनासिक इत्युक्ते वर्गस्य पञ्चमवर्णाः अनुनासिकवर्ण अतः वर्गस्य आदौ कवर्गस्य इङ् चवर्गस्य इञ् तवर्गस्य इन् तवर्गस्य इन् अवर्गस्य इन् इति एतौ यदा प्रत्ययस्य आदौ भवन्ति तदा इति वा तर्हि अत्र उदाहरणं लिखितमस्ति पठतु अग्रे दृष्टान्तः दृष्टान्तः तुक् सहितचकारस्य स्थाने शकारादेशः पा प्रच् योगः मि अत्र प्रच्छस्ति तुक परे परनिमित्तमस्ति मि अनुनासिक आदि अनुनासिके परे अतः इम् पवर्गस्य पञ्चमवर्णः अतः अनुनासिके परे अस्ति पूर्वं तुक् सहितचकारः अस्ति अतः तस्य शकारः आदेशः भवति चूड् अनुनासिके च इति इत्यस्मात् सूत्रात् पा प्रश्मि इति भवति तर्हि अत्र अस्ति खलु अत्र तुक् सहितचकारः अस्ति छ तदनन्तरम् अनुनासिक आदिप्रत्ययः अस्ति मि अतः छ इत्यस्य स्थाने शकारादि भूत्वा प्रापश्मि इति भवति तर्हि अधुना महोदय वदतु छ्वोः षुड् अनुनासिके च इति सूत्रस्य सिवयोगः न इति स्थले किमर्थं कथं कार्यं भवति अस्तु तत्र इव् वकारस्य ऊट् आदेशः ऊट् इत्युक्ते किम् ऊट् इति एक आदेशः परन्तु तस्य किम् अवशिष्यते ऊट् इत्यस्य ऊ इति दीर्घ उकार अवशिष्यते ठकारस्य संज्ञा भवति तर्हि सिव् योगः नः इत्यस्य स्थाने वकारस्य स्थाने किं भवति सि इव् स्थाने उ भवति अतः सि उ सि उ न सि उ न सि उ तर्हि मया यत् उदाहरणम् उक्तं गतरविवासरे सि उ न तद्वस्तुतः अत्रतः आगच्छति छोः षुडानासिके इति सूत्रस्य कार्यानन्तरं वकारस्य स्थाने उकारं भूत्वा सि ऊ न इति भवति अत्र न अपि अनुनासिक अनुनासिके परनिमित्तमपि अनुनासिक तेन वकारस्य स्थाने ऊ आदेशः टकारः गच्छति ऊ अवशिष्यते सि ऊ योगः न भवति तर्हि लोपो व्योरवलि वदति सिव् योगः न भवति सि योगः न श्वोः षुडानासिके वदति सिव् योगः न भवति सि उ योगः न अधुना विरोधः अस्ति खलु अधुना एव विरोधः भवति तर्हि कथं करणीयम् इति अग्रे पश्यामः अस्तु तर्हि धन्यवादः महोदय अग्रे लीना महोदय अस्ति आम् अस्मि पुगन्तलघु उमातलघुपदस्य महोदय एकः प्रश्नः अस्ति तुक् किमस्ति तुक् तुक् सहितचकार तदेव मया उक्तं तुक् एक आगमः अस्ति तुक् आगमः अस्ति तुक् आगमः एकम् आगमः अस्ति तत् बहुस्थाने छकारस्य आगमः भवति तुक् तर्हि तत्र किमस्ति तुक् इति किम् अस्तु अस्तु भवती एव वदतु तुक् मध्ये इत्संज्ञकवर्णानि कानि प्रायः ककारः उकारः अपि अस्ति अनुनासिकः तर्हि ककारः एव अवशिष्यते तर्हि तुक् यदा छकारस्य आगमः भवति तर्हि त प्लस् छ इति भवति त प्लस् छ इति भवति तर्हि अग्रे त प्लस् छ इति सन्धिं कृत्वा किं भवति महोदय च प्लस् छ चुत्वसन्धि अस्ति तर्हि त प्लस् छ इति चकारः योगचकारः भवति छ तर्हि तुक् तर्हि अग्रे वयं यदा पठामः तत्र केचन सूत्राणि कानिचन सूत्राणि सन्ति तत् वदन्ति यत् अस्मिन् अस्मिन् स्थले चकारस्य अस्मिन् अस्मिन् स्थले तुक् आगमः भवति एतानि बहूनि सूत्राणि सन्ति तर्हि यदा यदा तुकागमः भवति तदा तदा तत्र तकारस्य तत्र छकारः भवति श्रुत्वसन्धिं कृत्वा तर्हि च योगः छ यत्र यत्र अस्ति तत्र वस्तुतः तुकागमः अस्ति इति अस्तु अतः गच्छति यच्छति तत्र सर्वे तुक् सहित छकारः अस्ति सर्वत्र न पर अत्र यतोहि गच्छ तत्र अस्ति न वा इति अहं न चिन्तयामि तत्र तत्र तुकागमः अस्ति इति न परन्तु अन्ये बहुत्र स्थलानि सन्ति यत् अतः प्रायः भवती जानाति तरुयोगः छाया इति एकम् उदाहरणम् अस्ति बहुत्र सन्धिं विषये तरुयोगः छाया तत्र तत्र सन्धिं कृत्वा तरुच्छाया भवति अथवा चकारः तत्र तत्र आगमः भवति तरुच्छाया भवति तत्र तुकागमः अस्ति तर्हि सर्वाणि उदाहरण सर्वत्र न भवति परन्तु बहुत्र यत्र चकार अस्ति तत्र तुकागमः अस्ति अस्तु तुक् सहित चकार अस्ति चेत् एतत् सूत्रम् एतस्य सूत्रस्य प्रसक्तिः अस्ति अथवा न तुक् सहित क्षम्यता किन्तु तुक् सहित छकारः नास्ति चेत् अन्य किमपि कार्यं कार्येण च छ आगच्छति चेत् एतत् सूत्र एतस्य सूत्रस्य प्रसक्तिः नास्ति यत्र यत्र यत्र यत्र चकारछकारस्य कारणं तुक् अस्ति तत्र तत्र भवति अस्तु धन्यवादः पुगन्तलघुपदस्य च पुगन्तस्य अङ्गस्य लघुपदस्य च इकः गुणः भवति सार्वधातुके आर्धधातुके च परे प्रत्यये परे पुक् अन्ते यस्य तत् पुगन्तं लघ्वी उपरा यस्य तत् लघुपदं पुगन्तञ्च लघुपदश्च लघुपदञ्च तयोः पुगन्तलघुपदं समाहारद्वन्द्वः तस्य पुगन्तलघुपदस्य च पुगन्तलघुपदस्य षष्ठ्यन्तं पदं च अव्ययपदं द्विपदम् इदं सूत्रं मिदेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः सार्वधातुक अर्धधातुकयोः इत्यस्य पूर्णानुवृत्तिः अङ्गस्य इत्यस्य अधिकारः इको गुणवृद्धिः इति अनेन परिभाषासूत्रेण इकः स्थानी भवति यत्र स्थानी न उक्तम् अनुवृत्तिसहितसूत्रं पुगन्तलघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुक अर्धधातुकयोः तर्हि एतत् सूत्रं तु अस्माकं अभवत् तर्हि अधुना महोदय वदतु सिव् योगः न इति स्थाने यदि पुगन्तलघुपदस्य च सूत्रस्य कार्यं भवति तत्र किं परिवर्तनं भवति सेव् योगः न सि इ इत्यस्य ए भवति तर्हि तत्र अत्र अत्र वयमेव द्रष्टुं शक्नुमः यत्र त्रीणि त्रयः परिणामाः भवितुं शक्नुवन्ति यदि लोपो व्योरवलि अस्ति चेत् सि योगः न छोः शुरानासिके च अस्ति चेत् सि उ योगः न पुगन्तलघुपदस्य च अस्ति चेत् सेव् योगः न तर्हि कस्य सूत्रस्य कार्यं प्रथमं भवति इति अधुना प्रश्नः भवति तर्हि अस्य प्रश्नस्य निवारणार्थं किं कर्तव्यं किं करणीयं तत् अग्रे पश्यामः अस्तु अग्रे पठतु महोदय सर्वप्रथमं लोपो व्योर्वलि छ्वोः षुडनुनासिके च इति अनयोः मध्ये किं भवति इति द्रष्टव्यं लोपो व्योर्वलि इति अस्य प्राप्तिः भवति चेत् छ्वोः षुडनुनासिके च इति सूत्रे उठ् आदेशः न कुत्रापि भविष्यति अतः सूत्रस्य अयं भागः निरवकाशः, तदर्थं लोपो व्योर्वलि इत्यस्य अपवादः छ्वो शुडनुनासिके च। अत्र यदा वयं पूर्वमेव दृष्टं यदि सूत्रस्य वृद्धिर् आदेश इति सूत्रस्य उदाहरणेन वयं दृष्टं यत् यदि तस्य सूत्रस्य प्रसक्तिः अन्यत्र कुत्रापि न भवति तर्हि तत् अपवादसूत्रमस्ति। अतः लोप अस्मिन् उदाहरणे लोपो व्योर्वलि इत्यस्य छ्वोः शुडनुनासिके च इति अपवादः भवति। अतः छ्वोः शुडनुनासिके बलवत् सूत्रम् अस्ति इति अत्र उक्तम् अस्ति। तर्हि लोप शुड् अनुनासिके छ्वोः शुड् अनुनासिके च वस्तुतः सूत्रस्य द्वे भागे स्तः। तत्र प्रथमं भागमस्ति तुक् सहितछकार, तत् एकं भागम्। अन्य भागः अस्ति वकार अस्ति चेत् ऊठादेशः भवति। तर्हि तत्र वकार यत्र अस्ति, वकारस्य स्थाने ऊठ आदेशः यत् अस्ति, तत् तत् भागस्य कार्यक्षेत्रं लोपो व्योरवलि इति सूत्रस्य कार्यक्षेत्रे सम्पूर्णतया आगच्छति। कथं? यतः लोपो व्योरवलि वदति यत् वल् प्रत्याहार प्रत्यय वल् प्रत्याहारस्य वर्णः परे अस्ति चेत् वकारस्य लोपः भवति। तर्हि तत्र अनुनासिक आदिप्रत्यय, क्वी प्रत्यय, झलादिप्रत्यय, तस्य सर्वं वल् प्रत्याहारे अन्तर्भूतानि खलु। झल् वल् प्रत्याहारस्य अन्तर्भूतं, वल् प्रत्याहारे अन्तर्भूतम् अस्ति। क्वी मध्ये अपि वस्तुतः तत्र वकारः एव अवशिष्यति, तदपि वल् प्रत्याहारे अन्तर्भूतम्। अनुनासिकप्रत्यये अपि वल् प्रत्याहारे अन्तर्भूतम्। अतः सर्वत्र सर्वत्र यत्र यत्र वल् प्रत्याहार यत्र यत्र आगच्छति, नाम यत्र यत्र अनुनासिकप्रत्यय अस्ति यदि अथवा क्वी प्रत्यय अस्ति अथवा झलादिप्रत्यय अस्ति, तत्सर्वं वल् प्रत्याहारे अपि आगच्छति। अतः सर्वदा यदि लोपो व्योर्वलि कार्यं करोति, वकारस्य स्थाने लोपः करोति, तर्हि वकारस्य स्थाने ऊठ आदेशः कुत्रापि न भवति खलु। कुत्रापि न भवति, अतः छोः शुडानसिके इति सूत्रस्य द्वितीयः यत् भागः अस्ति वकारस्य स्थाने ऊठ आदेशः, तस्य सर्वत्र निरावकाशः भवति। तस्य तद्भागं वर्थं भवति, उपयोजनं कुत्रापि न भवति, कुत्रापि न भवति। अतः तद्भाग अतः अपवादरूपेण शोः शुडानासिके च कार्यं भवति, लोपो व्योर्वलि इत्यस्य कार्यं न भवति। तर्हि सिवयोगः न, तर्हि सिवयोगः न मध्ये न अस्ति भ अस्ति, यथा मया उक्तं सियोगः न भवितुं शक्नोति, सियुयोगः न भवितुं शक्नोति, परन्तु लोपो व्योर्वलि इति सूत्रं प्रबाध्य छोषुरासिके च कार्यं करोति, अतः सी उ योगः न इति भवति। अग्रे पठतु। ततः अग्रे चिन्तनीयं यत् छ्वोः शुडनुनासिके च उगन्तलघुपदस्य च इति अनयोः मध्ये किं भवति। द्वयोः अपि श्रूयते खलु, द्वयोः अपि अन्यत्र लब्धावकाशः, द्वयमपि अङ्गकार्यं च। उगन्तलघुपदस्य च इत्यस्य परत्वात् बलवत् स्यात्। सीव् न उगन्तलघुपदस्य च सेव् न इति। किं लिखितम् अधुना? अधुना एव वयं दृष्टः छ्वोः शुडनुनासिके बलवत् अस्ति, परन्तु पुगन्तलघुपदस्य च इति सूत्रम् अवशिष्टमस्ति। अधुना द्वयोः मध्ये कः किं सूत्रं बलवत् इति द्रष्टव्यमस्ति। अतः द्वयोः अपि अत्र प्रसक्तिः अस्ति, द्वयमपि अङ्गकार्यमपि अस्ति। अधुना पुगन्तलघुपदस्य इति परसूत्रम् अस्ति, अतः बलवत् भवति इति उक्तम्। अतः सिव् योग न इति पुगन्तलघुपदस्य बलवत्कारणेन तस्य उपयोजनं कृत्वा सेव योग न इति कृतम् अस्ति. तर्हि लोपोभ्योर्वलि छोः षुडानासिके च इत्यनयोः मध्ये छोः षुडानासिके च तस्य कार्यं भवति अपवादत्वेन. छोः षुडानासिके च पुगन्तलघुपदस्य च इति सूत्रयोः मध्ये विप्रतिषेधं परं कार्यम् इति सूत्रेण पुगन्तलघुपदस्य च कार्यम् अनन्तरं भवति, यतोहि उभयोः सूत्रयोः अन्यलब्धावकाशः अस्ति, तुल्यबलविरोधः अस्ति अत्र. अतः पुगन्तलघुपदस्य च इति सूत्रस्य परत्वात् तस्य कार्यं भवति सेव् योगः इति अस्ति खलु. तर्हि इति अस्ति न वा इति अधुना चिन्तनीयम्. प्रतिषेधः परं कार्यम् इति सूत्रेण तु अस्माभिः उक्तं यत् सेव् योगः न करोतु, परन्तु तत् सत्यमस्ति न वा, तत् कोऽपि दोषः अस्ति न वा इति अग्रे द्रष्टव्यम्. अग्रे अस्तु, धन्यवादः महोदय. अधुना पर्यन्तं सर्वे अवगच्छन्ति वा किं चलितमस्ति? आम् आम्, किन्तु एतद् विषयस्य चिन्तनं मननम् अधिकं कर्तुं अर्हति इति मन्ये. आमाम्, अधिकं चिन्तनं करणीयम्, अतः एव अस्य उदाहरणस्य महत्त्वम् अस्ति अत्र. संशयः महोदय, अत्र भ्रमः भवति. पूर्वं वयं वदामः यदि सूत्रद्वयम् अस्ति, सूत्रस्य सङ्ख्याम् अपेक्षया एव परसूत्रं बलवत् इति उक्तम्. इदानीं निमित्तं किमर्थं, कति निमित्तमस्ति चोः, कति निमित्तमस्ति पुगन्तयोः इति चर्चा किमर्थं भवति? किमर्थं भवति इत्युक्ते अधुना अधुना पर्यन्तं छोः षुडानासिके च पुगन्तलघुपदस्य च सूत्रयोः निमित्तानि कति सन्ति इति अधुना पर्यन्तं न पठितम्. अधुना पर्यन्तं केवलम् अस्माभिः पठितं यत् विप्रतिषेध परं कार्यम् इति सूत्रेण पुगन्तलघुपदस्य च इति सूत्रस्य परत्वात् तस्य कार्यं भवति सेव् योगः न. अधुना वयं पठिष्यामः यत् तत् यत् तर्कः अस्माभिः दत्तः यत् परम् अस्ति अतः कार्यं करोतु, तत् तर्कं सत्यम् अस्ति न वा इति अस्माभिः अधुना द्रष्टव्यम्. अधुना वयं द्रक्ष्यामः यत् निमित्तदृष्ट्या कोऽपि अन्तरङ्गम् अस्ति वा बहिरङ्गम् अस्ति वा इति. तत्र निमित्तं कति निमित्तम् अस्ति पुगन्तस्य, कति निमित्तम् अस्ति तदेव अधुना अग्रे आगच्छति. अधुना अग्रिम अग्रिम अग्रिम अनुच्छेदे एव अस्ति. तर्हि अधुना पर्यन्त यदि कोऽपि अन्तरङ्गशास्त्रं न जानाति, अन्तरङ्गशास्त्रस्य यदि कस्यापि अवगमनं नास्ति, तर्हि सः मनुष्यः किं करोति? सः मनुष्यः करोति ओ परसूत्रमस्ति अतः पुगन्तलघुपदस्य च कार्यं भवति सेव् योगः न इति भवति. परन्तु अत्र अन्तरङ्गशास्त्रस्य पाठः प्रवर्तते, तर्हि अन्तरङ्गस्य कुत्र तु आगच्छति खलु महत्त्वं, तदेव अधुना वयं पठिष्यामः. सो इफ् नोबडी इफ् यु डिण्ट् हेव् द नालेज् आफ् अन्तरङ्गशास्त्रं, यु वुड् जस्ट् से देट् ओ पुगन्तलघुपदस्य च कम्स् लेटर्, सो देट् इस् द most important sutra here, so do save plus no, but that would be wrong is what we are trying to see now. Okay, anya kasya prashna asti? Astu, dhanyavad mahode. Sarala mahode, patitum icchati va? Dam mahode, idani mam gachami. Astu. सुमन् महोदय अग्रे पठतु. अस्तु महोदय. इतोपि चिन्तनीयम्। क्षम्यताम्, अधुना अस्मिन् विषये इतोपि चिन्तनीयं, ततः पठतु। अस्तु, अधुना अस्मिन् विषये इतोपि चिन्तनीयं। शिव योगः न इति स्थितौ छोः शूड अनुनासिके च इत्यस्य कति निमित्तानि? वकारान्तम् अङ्ग वकारान्तम् अङ्गं स्यात्, अपि च अनुनासिक आदिप्रत्ययः परः स्यात्। अस्तु, इदानीं तु निमित्तद्वयम् अस्ति, वकार अन्ते वकारः भवति, प्रत्ययस्य आदिः अनुनासिकवर्णः भवति। अतः अस्य सूत्रस्य निमित्तद्वयं भवति, तदा अत्रैव शिव योगः न इति स्थितौ पुगन्तलघुपदस्य च इत्यस्य कति निमित्तानि? अङ्गम् इक् लक्षण लघवी उपधा आर्धधातुक प्रत्यय इत्यनेन अङ्गम् इक् लक्षण लघवी उपधा आर्धधातुक प्रत्यय इत्यनेन पञ्च निमित्तानि। अस्तु, नाम पञ्च संज्ञाः अपेक्षिताः, अङ्गसंज्ञा, इक् संज्ञा, लघुसंज्ञा, उपधासंज्ञा, आर्धधातुकसंज्ञा, पुगन्तलघुपदस्य च इत्यस्य अपेक्षया छोः शूड अनुनासिके नासिके च इत्यस्य निमित्तकत्वं भवति। तदर्थम् अन्या दृष्ट्वा छोः शूड अनुनासिके च अन्तरङ्गं पुगन्तलघुपदस्य च बहिरङ्गम् इति कयटः नाम्ना कयटः वा अस्तु नाम्ना प्राचीन प्राचीन वैयाकरणस्य मतम् किं लिखितमस्ति? अस्तु, इदानीं तु छोः शूड शूडानुनासिके च तस्य निमित्तानि तस्य निमित्तद्वयम् अस्ति, अन्ते वकारः भवितव्यम्, अनन्तरं प्रत्ययस्य आदिः वर्णः भवितव्यम्। किन्तु पुगन्तलघुपदस्य च तस्य सूत्रस्य पञ्चनिमित्तानि सन्ति। अङ्गम् इत्युक्ते किं महोदय? अङ्गं तु भवति एव, अङ्गम् अत्र यत्र यत् अङ्गमस्ति तत् प्रत्ययस्य अङ्गमस्ति, नाम षष्ठाध्याये चतुर्थपादारभ्य अङ्गस्य अधिकारः भवति खलु, आम्, अतः अङ्गं लिखितम्। नाम तत्र अग्रे यत् अस्ति तत् प्रत्ययः भवति, प्रत्ययः भवेत् इति। अस्तु, वकारान्तम् अङ्गम् अङ्गस्य महत्त्वम् अस्ति, यतोहि तत्र यत् तस्य अग्रे यत् अनुनासिकादिप्रत्ययः किमपि अस्ति तत् प्रत्ययः अस्ति, अतः इदम् अङ्गं भवति, वकारान्तम् अङ्गं भवति। अस्तु, इक् भवितव्यं, तदपि लघु इक् उपधा उपधायां स्थाने भवितव्यम्। सार्वधातुकः अपि भवितुं शक्नोति खलु, परन्तु अत्र आर्धातुकः अस्ति खलु, अत्र अस्तु अस्तु अस्तु अत्र आर्धधातुकः अस्ति, अतः पञ्च निमित्तानि सन्ति. इदानीं तु छोः शूरनासिके तस्य निमित्तद्वयम् एव अस्ति, अतः तस्य निमित्तानि न्यूनं भवति, अतः तत् सूत्रम् अन्तरङ्गं पुगन्तलघुपदस्य सूत्रं बहिरङ्गम्. तर्हि यदि अन्तरङ्गशास्त्रस्य यदि वयं यदि अस्माकं ज्ञानं नास्ति तर्हि पुगन्तलघुपदस्य च इति सूत्रस्य परत्वात् वयं वदामः यत् विप्रतिषेधः परं कार्यम् इति सूत्रेण पुगन्तलघुपदस्य च कार्यं भवति. परन्तु यदि निमित्तदृष्ट्या वयं द्रक्ष्यामः तर्हि तत्र यथा महोदय उक्तं पुगन्तलघुपदस्य च पञ्चनिमित्तानि सन्ति. तत्र अत्र अङ्गं भवेत्, अङ्गमध्ये इक् प्रत्याहारस्य वर्णः भवेत्, तत् वर्णः लघु अपि भवेत्, उपधायामपि भवेत्, तदनन्तरम् आर्धातुकप्रत्ययः अपि भवेत्. अतः एत पञ्चनिमित्तानि भवेयुः. परन्तु शोः शुरासिके च तु वदति केवलम् अङ्गं भवेत्, तत्र अङ्गं वकारान्तं भवेत्, तदनन्तरम् अनुनासिकप्रत्ययः भवेत्. निमित्तानि अल्पानि सन्ति, अतः छोः शुरानासिके च अन्तरङ्गं सूत्रमस्ति, पुगन्तलघुपदस्य च बहिरङ्गम् अस्ति. यदापि यद्यपि पुगन्तलघुपदस्य च परसूत्रमस्ति, परन्तु बहिरङ्गत्वात् तस्य कार्यं न भवति, यतोहि अन्तरङ्गं सूत्रं परसूत्रात् बलवत्तरमस्ति इति अस्माभिः दृष्टं. तर्हि छोः शुरानासिके च कार्यं भवति, पुगन्तलघुपदस्य च कार्यं न भवति. सेव् योगः न भवति, सिव् सि उ न इति भवति. इति सर्वं कैयटः इति एक प्राचीनवैयाकरणस्य मतमस्ति. सः वदति, सः चिन्तयति यत् तस्य पञ्चनिमित्तानि सन्ति, अस्य द्विनिमित्तानि सन्ति अथवा त्रीणि निमित्तानि सन्ति, अतः छोः शूरनासिके च स कार्यं करोतु अन्तरङ्गत्वात् इति एक व्याकरणस्य मतम् अस्ति इति लिखितम् अस्ति अत्र. अधुना अपि रेजोल्यूशन् न अस्ति, एतत्तु एकं व्याकरणस्य मतम् अस्ति यत् अन्तरङ्गत्वात् छोषणासिके च करोतु. इतोपि अधिकचिन्तनम् अपेक्षितं. चिन्तनं कुत्र अपेक्षितम्? अधुना तु वयं दर्शामः यत् पुगन्तलघुपदस्य च पञ्चनिमित्तानि सन्ति, परन्तु वस्तुतः तत् पञ्चनिमित्तानि सन्ति वा? निमित्तस्य चिन्तनं करणीयम् इति सत्यं, परन्तु निमित्तम् इत्युक्ते वस्तुतः किम्? वाट् क्वालिफैस् एज़् अ निमित्त एण्ड् वाट् डज़न्ट् क्वालिफै एज़् अ निमित्त, देट् वि डोण्ट् नो येट्. अतः तस्य चिन्तनम् अग्रे करणीयम्. एकनिमिष, इकलक्षण, लघवी, उपधा, आर्धातुकप्रत्यय, एतानि सर्वाणि निमित्तानि सन्ति वा? वस्तुतः पञ्चनिमित्तानि सन्ति वा पुगन्तलघुपदस्य च? इति सर्वं चिन्तनीयं. वस्तुतः निमित्तम् इत्युक्ते किम् इति चिन्तनीयं. तस्य चिन्तनम् अग्रे वयं कुर्यामः. अस्तु महोदय, वदतु. निमित्तानाम् ओवर्लाप् न भवितव्यं किम्? जस्ट् कति निमित्तानि सन्ति तदेव द्रष्टव्यं वा, निमित्तस्य ओवर्लाप् भवति वा द्रष्टव्यं? भवत्याः प्रश्नस्य यत् उत्तरमस्ति तत् यत् वयम् अग्रे पठामः, निमित्तम् इत्युक्ते किं, तत्र किमपि तस्य रेजोल्यूशन् भवति. ओवर्लाप् इत्युक्ते अहम् अवगच्छामि भवती किं वक्तुम् इच्छति, परन्तु तर्हि ओवर्लाप् नास्ति चेत् केवलं त्रीणि निमित्तानि सन्ति खलु पुगन्तलघुपदस्य च, इ व न. तर्हि परन्तु अत्र अङ्गमपि अस्ति, इक् अपि अस्ति, लघ्वी अपि अस्ति, उपधा अपि अस्ति. वस्तुतः इक् लघ्वी उपधा त्रयाः निमित्तत्रयम् एकस्मिन् एव स्थले सन्ति. इकारे सन्ति तत्र यत् भवती वदति ओवर्लेप् अस्ति इकारे मध्ये एव इक अपि अस्ति लघ्वी अपि अस्ति उपधा अपि अस्ति तर्हि सूत्रेण इक् तस्य किमपि आवश्यकता नास्ति इक् नास्ति तर्हि तत्र इक् नास्ति परन्तु पुगन्तलघुपदस्य च तत्र अस्ति खलु तत्र इक् इक् यत् अस्ति इक् लक्षणा लघ्वी उपधा तत् सर्वत्र इकारस्य स्थले एव आगच्छति तर्हि तत्र निमित्तत्रयम् इति निमित्तत्रयम् इति मन्तव्यं वा इति प्रश्नः अस्ति तत् प्रश्नस्य चिन्तनम् एव अग्रे भवति तत्र निमित्तानि का निमित्तम् इत्युक्ते वस्तुतः किं तत्र तस्य ज्ञानस्य बहु आवश्यकता अस्ति इति अग्रे पश्यामः अवगच्छन्ति वा सर्वे अत्र अत्र क्लेशः कुत्र अस्ति सर्वे अवगच्छन्ति वा वेर् इस् द प्राब्लम् सर्वे जानन् अत्र अवगच्छन्ति वा Does everyone understand why we are discussing all this? What exactly is a nimitta? We don't know yet. Yes. Tatra tasya dasya adhyanam adhuna karaniya. Astu tari. So if there were pancha nimittani in puganta lagupadasya and only three in chvoho shura nasike, then chvoho shura nasike and anunasike would apply. As long as chvoho shura nasike has nimitta which are subset of puganta lagupadasya cha, यदा पर्यन्तं तावत्पर्यन्तं छोषुणासिके च अन्तरङ्गत्वात् तस्य कार्यं भवति See, that is what you said just now was confusing. Subset bhavaniyam va, just number of limitations have to be fewer? Subset. Astu. अत्र सब्सेट् अपि अस्ति खलु न कथम् इक् इस् वकार इस् नाट् अ पार्ट् आफ् वकार अन्तम् आफ् दि अङ्गम् इस् नाट् पार्ट् आफ् लघु पुगन्तलघुपदस्य परन्तु इट् इस् सिमिलर् टु वाट् वि डिस्कस् लास्ट् टैम् सि उ न मध्ये अपि to make it a upadha you that it has the vakara also has to be a nimitta mean upaganta laghuvadasya cha madhye vakarasya as such karyam nasti but there has to be some letter after ikara to make ikara upadha astu etat mama chintanam asti adat bhavati satyam vadati yat vakara tu nasti upaganta laghuvadasya madhye parantu कोऽपि वर्णः भवेत् इकारस्य अनन्तरं यतोहि अन्यथा इकारस्य उपधा न भवति तद् वर्णः अत्र वकारः अस्ति अस्तु देन् अनुनासिके आदिप्रत्ययः कथं भवति अत्र अनुनासिकादिप्रत्ययः अपि अस्ति खलु न अस्ति न आम् आम् किन्तु तस्य आवश्यकता नास्ति पुगन्तलघुपदस्य अनुनासिकादिप्रत्ययस्य आवश्यकता नास्ति परन्तु प्रत्ययस्य आवश्यकता अस्ति खलु So look at, so, astu, tari, asmin udharane, udharana ritya pashyatu, nakarasya avashakta ubhayatra asti. Chvoho shuranasike cha iti sutrasya krite, nakarasya avashakta asti, yato hi sutram vadati anunasika adhi pratyaya pare bhavet. Puganta laghupadasya cha vadati yat आर्धातुक प्रत्यय परे अस्ति परे भवेत् इति निमित्तम् अस्ति तर्हि उभयत्र न इति प्रत्ययस्य आवश्यकता भवति अस्तु तर्हि अग्रे गच्छामः धन्यवादः महोदय रघुपतिमहोदय अग्रे पठतु आम् महोदय अत्र प्रथमतया अन्तरङ्गस्य प्रसङ्गे निमित्तं नाम किम् इति निश्चेतव्यम् अर्थकृतनिमित्तं वा संज्ञाकृतनिमित्तं वा शब्दकृतनिमित्तं वा इति ज्ञेयम् अस्मिन् विषये च महती चर्चा भवति अत्र अन्ततो गत्वा नागेश इति नवीनवैयाकरणस्य मतम् अद्यत्वे स्वीक्रियते तस्य मतं तु भाष्यकारस्य पतञ्जलेः एव इति अङ्गीकारः, नाम यथा नागेशस्य चिन्तनं तथैव भाष्यकारस्य अपि. भाष्यकारस्य चिन्तनं किं, किमर्थं तथा च इत्यपि नागेशः प्रदर्शयति. अस्तु अग्रे पठामि. सारांशः अत्र उच्यते. व्याकरणशास्त्रं शब्दशास्त्रमेव, नाम वैयाकरण व्याकरणशास्त्रे शब्दस्य प्राधान्यं, शब्दः नाम कः, वर्णः पदञ्च इति, वर्णः पदञ्च इति, यस्य ध्वनिः भवति अथवा यः ध्वनिः एव अस्ति, यस्य ध्वनिः भवति अथवा यः ध्वनिः एव अस्ति, अर्थः तस्मात् भिन्नः, अर्थः तस्मात् भिन्नः, संज्ञा च तस्मात् भिन्ना. शब्दः अर्थवान् भवति, अर्थविशिष्टः भवति, अतः अर्थः शब्दस्य विशेषणं, शब्दः एव विशेष्यः, स च शब्दः व्याकरणस्य प्रमुखविषयः. तदर्थम् असिद्धं बहिरङ्गम् अन्तरङ्गे इति परिभाषायाम् अङ्गशब्देन शब्दरूपीनिमित्तस्य ग्रहणं, तात्पर्यम् एवं यत् अन्तरङ्गं बहिरङ्गम् इत्यनयोः अङ्गशब्देन शब्दरूपीनिमित्तं स्वीक्रियते इति अस्ति. किं लिखितं न जानामि, सम्यक् मया अवगन्तव्यम् अवगन्तं प्रयत्नं करोतु, अवगतं वा इति प्रयत्नं करोमि. अत्र अन्तरङ्ग इति प्रसङ्गे निमित्तं नाम किम् इति, किम् इति निश्चेतव्यम् इति दत्तमस्ति. अर्थकृत्निमित्तं वा संज्ञाकृत्निमित्तं वा इति, शब्दकृत्निमित्तं वा इति ज्ञेयम्. अस्मिन् विषये महती चर्चा अस्ति. अत्र नागेशस्य चिन्तनं तत् भाष्यकारस्य चिन्तनम् अस्ति, एवम् अस्ति. व्याकरणशास्त्रं शब्दशास्त्रमेव, व्याकरणशास्त्रम् इत्युक्ते शब्दशास्त्रमेव, नाम व्याकरणशास्त्रे शब्दस्य प्राधान्यं, शब्दः नाम कः, वर्णं पदं चेति यस्य ध्वनिः भवति, अर्थः तस्मात् भिन्नः अस्ति, अस्तु शब्दः भिन्नः अर्थः भिन्नः, शब्दः अर्थः शब्दस्य विशेषणं भवति, अर्थः शब्दः विशेष्यः, सहश्च स शब्दः व्याकरणस्य प्रमुखविषयः स अस्तु व्याकरणस्य प्रमुखविषयः. तदर्थम् असिद्धं बहिरङ्गम् अन्तरङ्गे इति परिभाषायाम् अङ्गशब्द इत्युक्ते अङ्गशब्देन शब्दरूपीनिमित्तं निमित्तस्य ग्रहणं, न तु अर्थ तात्पर्यम् एवं यत् अन्तरङ्गं बहिरङ्गम् इत्यनयोः अङ्गशब्देन शब्दरूपीनिमित्तं स्वीक्रियते. अत्र किम् अङ्गशब्दस्य शब्दरूपीनिमित्तम् अर्थरूपी अर्थ अङ्गस्य अर्थरूपं किं महोदय, अहं न जानामि. अङ्ग अहं वदामि शब्द तर्हि अस्तु, तर्हि एकम् उदाहरणं वयं गृह्णीमः. अत्र रामशब्दः अस्ति, राम अत्र राम इति शब्दः अस्ति, तत्र वर्णानाम् एक तत्र अरेञ्ज्मेण्ट् भवति, वर्णानाम् एकः क्रमः अस्ति तत्र र आ म, तत्र तस्य राम इति शब्दस्य ध्वनिः अपि अस्ति, राम इति ध्वनिः अस्ति खलु. तर्हि शब्द इत्युक्ते वर्णानां क्रमः तत्र, अथवा पदं यत् अस्ति यस्य यस्य कापि ध्वनिः अस्ति, तर्हि राम इति एकः शब्दः अस्ति. तर्हि किं लिखितमस्ति यत् व्याकरणे शब्दस्य प्राधान्यम् अस्ति, रा र आ म राम अस्य शब्दस्य प्राधान्यम् अस्ति व्याकरणे. व्याकरणं यत् अस्ति तत् शब्दस्य कृते व्याकरणे शब्दानां चर्चा भवति. व्याकरण इस् आल् अबौट् शब्द. तत्र अत्र राम इति अस्ति. तत्र महोदय भवानेव वदतु, राम इति शब्दं दृष्ट्वा केवलं शब्दं दृष्ट्वा वयं वक्तुं शक्नोति वा यत् तस्य लिङ्गं किं किम् न शक्नुमः अन्यज्ञानम् त्यजतु केवलं शब्दं दृष्ट्वा वयं ज्ञातुं शक्नुमः वा लिङ्गं किम् नास्ति रामः इति पुल्लिङ्गः अस्ति तद् वस्तुतः शब्दस्य भागः नास्ति तत्तु भिन्न वार्ता अस्ति तत्तु भिन्न तस्य राम इति तस्य शब्दस्य एकं विशेषणम् अस्ति राम अस्ति परन्तु राम इति शब्दस्य विशेषणम् अस्ति यत् तत् पुल्लिङ्गशब्दः अपि अस्ति नाम राम इति शब्दे पुलिङ्गत्वम् अस्ति इति शब्दस्य लिङ्गं किम् अस्ति तत् शब्दस्य विशेषणम् अस्ति शब्दे इव नास्ति नाम यथा अहं वदामि यत् रामः उन्नतः बालकः अस्ति उन्नतः बालकः तत्र बालकः इति मुख्यमस्ति उन्नतः तस्य विशेषणम् अस्ति नाम औन्नत्यं बालके अस्ति द क्वालिटि आफ् बीङ्ग् टाल् इस् प्रेसेण्ट् इन् द बाय् बट् द बाय् इट्सेल्फ् यु केनाट् से इस् टाल् आर् नाट् विदौट् नोयिङ्ग् एनिथिङ्ग् तथैव रामः पुलिङ्गः अस्ति तत् पुलिङ्गत्वं रामे अस्ति परन्तु केवलं शब्दं दृष्ट्वा वयं ज्ञातुं न शक्नुमः यत् राम तु पुलिङ्ग राम ज्ञातुं न शक्नुमः यत् राम पुलिङ्गमस्ति तथैव अन्य किमपि यदि तथैव रामस्य अर्थः अस्ति खलु रामस्य किमपि अर्थः अस्ति केवलं शब्दं दृष्ट्वा अपि अर्थं द्रष्टुं न शक्नुमः तत् अर्थ शब्दस्य विशेषणम् अस्ति शब्दस्य क्वालिटि अस्ति अतः शब्दस्य लिङ्गं शब्दस्य पुरुषं शब्दस्य अर्थम् एतत् सर्वं शब्दस्य भागः न अस्ति तत् सर्वं शब्दस्य विशेषणम् अस्ति शब्दः तु केवलं वर्णानां क्रमः यस्य कापि ध्वनिः अस्ति अतः व्याकरणं यत् अस्ति तत् केवलं तत्र शब्दस्य प्राधान्यम् अतः नागेशः इति यत् यत् यत् अस्ति नवीनव्याकरणः सः वदति यत् यदा निमित्तानि द्रष्टव्यानि तदा केवलं शब्दरूपीनिमित्तानि एव द्रष्टव्यानि नाम शब्दमध्ये वर्णनिमित्तपदनिमित्तध्वनिनिमित्ते निमित्तानि सन्ति तदेव द्रष्टव्यानि तस्य लिङ्गं तस्य अर्थम् एतत् सर्वं निमित्तानि निमित्तरूपेण मा स्वीकरोतु यतोहि तत्तु सर्वं शब्दात् बहिः भवन्ति तथैव पुगन्तलघुपदस्य च इति सूत्रं तस्यैवयोगः न अस्ति खलु तत्र कैयटः नाम्ना यत् वैयाकरणः अस्ति सः वदति अङ्गम् इक्लक्षणं लघ्वी उपधा आधातुकप्रत्यय इति सर्वं भवेत् परन्तु अङ्गम् एतत्तु संज्ञः अस्ति इक् प्रत्याहारः तु संज्ञा अस्ति लघ्वी उपधा एतानि सर्वाणि संज्ञानि सन्ति नागेश इति वैयाकरणस्य अपि च ये भाष्यकारः सन्ति तेषां सर्वेषां मते एतानि सर्वाणि तु शब्दरूपीनिमित्तानि न सन्ति एतानि सर्वाणि तु शब्दस्य नाम सिव् न इति शब्दयोः विशेषाणि सन्ति सिव्योगः न इति केवलं शब्दं दृष्ट्वा वयं ज्ञातुं न शक्नुमः यत् अङ्गमपि अस्ति इक् अपि अस्ति लघ्वी अपि अस्ति एतत्तु अन्यज्ञानेन वयं जानीमः यत् ओ सिव् मध्ये सिव् अङ्गम् अस्ति सिव् मध्ये इकारः इक् अस्ति सिव् मध्ये इकारः लघु अस्ति उपधायाम् अस्ति एतत् सर्वम् अन्यज्ञानेन वयं जानीमः तत्तु शब्दस्य भागः नास्ति अतः कैयटः तु वदति यत् अङ्गम् इक्लक्षणा लघ्वी उपधा आर्धातुकप्रत्ययति सर्वाणि पञ्चनिमित्तानि स्वीकरणीयानि परन्तु नागेशः वदति न केवलं शब्दरूपेण यत् यत् नियमः वयं द्रष्टुं शक्नुमः तत् एव निमित्तमस्ति अन्यसर्वं निमित्तं नास्ति इति नागेशस्य चिन्तनं तर्हि किमस्ति कैयटः इति प्राचीनवैयाकरणस्य एकनिमित्तम् अस्ति, नागेशः इति नवीनवैयाकरणस्य एकं मतमस्ति। तर्हि कस्य मतं स्वीकरणीयम् इति अधुना प्रश्नमस्ति। यतोहि उभयोः वैयाकरणौ वदन्ति भिन्नं भिन्नं वदन्ति, एकः वदति पञ्चनिमित्तानि, एकम् अन्य किमपि वदति। तर्हि कथं कस्य मतं स्वीकर्तव्यं, कस्य मतं ग्रहणीयम् इति प्रश्नः अधुना अस्ति। यतोहि तेन मतेन एव वयं ज्ञातुं शक्नुमः यत् निमित्तानि वस्तुतः निमित्तानि कानि कानि इति अस्ति। तर्हि अधुना अग्रे वयं पठामः यत् अधुना नागेशस्य नाम नूतनवैयाकरणस्य मतम् एव ग्रहणीयम्। प्राचीनवैयाकरणस्य मतं, यत्र प्राचीनव्याकरण यत् वदन्ति यत् लिङ्गत्वं संज्ञानिमित्तम् अर्थनिमित्तम् इति अपि निमित्तानि सन्ति इति अधुना न स्वीकर्तव्यानि, केवलं शब्दरूपिनिमित्तं स्वीकरणम् इति वयम् अधुना गृह्णीमः। किमर्थं तत् अग्रे आगच्छति महोदय? अत्र केवलम् अत्र एव सूत्राणां बलाबलविषये एव भवति वा, अन्यत्र न भवति? न, अत्र विना अर्थं यत्र यत्र निमित्तस्य विषयमस्ति तत्र तत्र एतत् सर्वम् आगच्छति खलु। व्याकरणशास्त्रे शब्दः अतिमहत्त्वपूर्णः, यतोहि तस्य अन्यत् नाम अस्ति शब्दानुशासनम्, एतत् न अर्थानुशासनम्। शब्दः महत्त्वपूर्णः अर्थात् तत्तु अस्ति, परन्तु अत्र महोदय यद् वदति यत् निमित्तस्य अन्य कुत्रापि चर्चा भवति वा? आम्, निमित्त तु महोदय ब्राड् कान्सेप्ट् अस्ति। अत्र अन्तरङ्गत्वं बहिरङ्गत्वं केवलं निमित्तदृष्ट्या एक तस्य एप्लिकेशन् अस्ति, परन्तु तत्र निमित्तस्य इति तु बहु सामान्य प्रसक्तिः अस्ति। अतः केवलम् अन्तरङ्गत्वे बहिरङ्गत्वे इति स्थित्यां मा चिन्तयतु यत् शब्दरूपी अङ्ग शब्दरूपी निमित्तस्य महत्त्वमस्ति। यथा लीना महोदयाय अपि उक्त, व्याकरणे शब्दानुशासनं महत्त्वपूर्णम् अस्ति। तर्हि शब्दं किं, शब्दस्य अर्थं किम् इति सर्वं ज्ञातव्यम्। वन् हेस् टु बि एबल् टु डिस्टिङ्ग्विश् देट् अ शब्द इस् डिफ़्रेण्ट् फ्राम् इट्स् मीनिङ्ग्, फ्राम् इट्स् जेण्डर् एण्ड् फ्राम् एनी अदर् क्वालिफायर् देट् इट् मे हेव्। एण्ड् इन् ग्रामर् द शब्द बै इट् सेल्फ् इस् आफ् इम्पार्टेन्स्, एव्रिथिङ्ग् एल्स् इस् सेकेण्ड्। अस्तु, नागेशस्य मतं स्वीकुर्मः चेत् इदानीं तु कति निमित्तानि सन्ति, ते के? तद् अग्रे आगच्छति, धैर्यं भवतु। तत्र अग्रे एकवारम् एतत् सर्वं समापयति तदा तदनन्तरं पुनः छोः शुडनास्तिके तुगन्तलघुपदस्य च इति उदाहरणे वयं गच्छामः। रैट् नौ अत्र वी हेव् अ बिट् डैग्रेस्ड् फ्रोम् द मेन् टापिक् टु अण्डर्स्टाण्ड् what are the nimitta. Once we are done with that, we'll get back to the original example. Kimasti Raghupati Mahodaya bhavane vagre pat udaharanartham atra siv yogah na iti citau anga sambandhitvam iktvam lagutvam upadhatvam eta sarvam sanyanam bhedopi bhede api apekshamanah shabdah tu स्यु इत्येव। अतः वस्तुतः अत्र शब्दस्य एकस्य एव अपेक्षा वर्तते अङ्गसंज्ञकस्य। शब्दशास्त्रे शब्दस्य एव प्राधान्यात् सप्तम्यन्ततया वा पञ्चम्यन्ततया वा निमित्ततया उपास्तः शब्दः एव निमित्तपदेन गृह्यते, न तु अर्थसंज्ञा वा। स्युयोग न इति स्थितौ अत्र अत्र शब्दस्य शब्दरूपिनिमित्तमेव स्वीकरणीयं स्यु इत्येव। अत्र इकः वा इक् वर्णात् लघु वा उपदा वा एतानि अर्थसम्बन्धानि अस्ति, अतः भेदे अपेक्षमाणशब्दः तु स्युः एव, अतः वस्तुतः अत्र शब्दस्य एकस्य एव अपेक्षा वर्तते अङ्गसंज्ञकस्य, शब्दस्य एव शब्दस्य एकस्य एव अपेक्षा वर्तते अङ्गसंज्ञकस्य. शब्दशास्त्रे शब्दस्य एव प्राधान्यात् सप्त्यं सप्त्यमन्तं पञ्चमन्त्यं निमित्ततया निमित्ततया उपास्ता शब्दः एव निमित्तपदेन गृह्यते न तु अर्थसंज्ञा वा. तर्हि यथा मया उक्तम् अत्र पुगन्तलघुपदस्य च इति यत् नागेशः कयटः वदति यत् पञ्चनिमित्तानि सन्ति अङ्गम् इकलक्षणं लघ्वी उपधा आर्धातुकप्रत्ययः एतत् सर्वं सः वदति एतानि सर्वाणि निमित्तानि सन्ति. परन्तु यदि केवलं शब्दरूपेण वयं प्रक्षामः तर्हि केवलं स्विव् एकशब्द अस्ति न एकशब्दे अस्ति निमित्तद्वयम् अस्ति खलु. आम् तर्हि आम् तत्तु सत्यमस्ति यत् स्विव् अङ्गम् अस्ति, स्विव् मध्ये इक्त्वम् अस्ति, स्विव् मध्ये लघुत्वम् अस्ति, स्विव् मध्ये उपधात्वम् अस्ति, एतत् सर्वं सत्यम् अस्ति. परन्तु एतत् सर्वं प्राधान्येन शब्द इति नास्ति. एतत् सर्वम् एतानि सर्वाणि गुणानि स्युः इति शब्दे भवन्ति, नाम स्युः इति शब्दे अङ्गस्य गुणत्वं भवति, गुणं भवति, इकत्वस्य गुणं भवति, लघुत्वस्य गुणं भवति, उपधात्वस्य गुणं भवति. एतत् सर्वं यत् संज्ञाः सन्ति ते स्युः इति शब्दस्य किमस्ति विशेषणानि सन्ति, गुणानि सन्ति. परन्तु मूल यत् निमित्तम् अस्ति तत् केवलमस्ति स्युः. तर्हि नागेश इति वैयाकरणस्य मतेन केवलं स्युः इति निमित्तम् अस्ति न इति निमित्तम् अस्ति. सः वदति यत् आर्धातुकत्वम् इकलक्षणं लघ्वी उपधा आर्धातुकप्रत्ययः इति सर्वं पञ्चनिमित्तानि न स्वीकरणीयानि. तर्हि एतानि सर्वाणि न स्वीकरणीयानि, अतः केवलं स्युः न इति स्वीकरणीयं, यत् शब्दम् एव निमित्तम् इति स्वीकरणीयं. शब्दस्य निमित्ता शब्दस्य यानि गुणानि सन्ति विशेषणानि सन्ति तानि विशेषणानि निमित्तरूपेण न स्वीकरणीयानि इति अवगच्छति वा? अधुना किं भवति अत्र इतोपर्यन्तम् अवगच्छति वा? आमां. तर्हि अधुना सुमन् महोदयस्य प्रश्नः तस्य नागेश तर्हि कैयटस्य विचारे पगुन्तलघुपदस्य च इति पञ्चनिमित्तानि सन्ति, छोषु नासिके इति निमित्तद्वयमस्ति, निमित्तद्वयमस्ति, अल्पनिमित्तानि सन्ति, पुगन्तलघुपदस्य बहु निमित्तानि सन्ति. तर्हि अल्पनिमित्तिकं छोषुणानासिके यस्य निमित्तानि पुगन्तलघुपदस्य च इति सूत्रस्य बृहत् निमित्तसमुदायमध्ये अन्तर्भूतानि सन्ति, अतः छोषुणानासिके अन्तरङ्गम् अस्ति, अतः तस्य कार्यं भवति इति कैयटस्य प्राचीनव्याकरणस्य मतं. यतोहि सः चिन्तयति यत् अङ्गं लघुत्वम् उपधा एतत् सर्वाणि गुणानि अपि भिन्नभिन्ननिमित्तानि सन्ति इति सः चिन्तयति. परन्तु नागेशस्य मतेन अङ्गं लघुत्वं किमपि न स्वीकरणीयं, केवलं शब्दरूपी निमित्तं स्वीकरणीयम्. अतः पुगन्तलघुपदस्य मध्ये इति सूत्रस्य कृते स्युः एकं निमित्तम् अस्ति, न इति एकं निमित्तम् अस्ति. अवगच्छति? स्युः शब्दरूपी केवलं किम् अस्ति? स्युः अस्ति, न अस्ति. स्युः अपि निमित्तम् अस्ति, न अपि निमित्तम् अस्ति. अतः पुगन्तलघुपदस्य च इति सूत्रस्य निमित्तद्वयम् अस्ति स्युः न. तथैव छोषुणासिके च इति सूत्रस्य अपि शब्दरूपी निमित्तं केवलं अत्रापि द्वौ एव अस्ति. स्युः अपि स्युः तस्यापि आवश्यकता अस्ति, न तस्यापि आवश्यकता अस्ति. अतः नागेशस्य मतेन उभयत्र छोषुणासिके च तुगन्तलघुपदस्य च इति सूत्रयोः उभयोः सूत्रयोः निमित्तद्वयम् अस्ति, शब्दरूपी निमित्तं द्वयम् अस्ति. स्युः प्रथमनिमित्तं स्युः, अनं द्वितीयनिमित्त न. अतः उभयत्र समाननिमित्तानि सन्ति, अतः अन्तरङ्गं बहिरङ्गत्वं कथं कथनीयं न कथयितुं शक्नुमः खलु. अतः किं करणीयं? त्रि कैयटः वदति छोष्णुनासिके च तस्य कार्यं भवति अन्तरङ्गत्वात्, परन्तु तत्र अन्तरङ्गं किमर्थमासीत्? यतोहि सः चिन्तयति अङ्गत्वं लघुत्वम् उपधायतं सर्वाणि भिन्ननिमित्तानि सन्ति, परन्तु नागेशः वदति यत् एतत् सर्वं मा करोतु, केवलं शब्दरूपेण निमित्तानि यानि सन्ति तानि एव स्वीकर्तव्यानि. अतः सिव न उभयत्र सिव न निमित्तद्वयम् एव भवति. अतः निमित्तद्वयमेव भवति उभयोः सूत्रयोः, तत्र हि किमर्थम् अन्तरङ्गत्वं बहिरङ्गत्वं भवेत्? अतः अधुना अन्तरङ्गत्वात् छोषुनासिके च इत्यस्य कार्यं प्रथमं करोतु इति वयं न कथयितुं शक्नुमः. तर्हि पुनः क्लेशः भवति. अन्तरङ्गत्वं नागेशस्य मतेन अन्तरङ्गत्वं नास्ति, कैयटस्य मतेन अन्तरङ्गत्वम् अस्ति, परन्तु वयं नागेशस्य मतम् अधुना नवीनव्याकरणस्य मतं स्वीकुर्मः. अतः अत्र छोषुनासिके च पुगन्तलघुपदस्य च मध्ये कुत्रापि अन्तरङ्गत्वं बहिरङ्गत्वं शास्त्रं नास्ति इति विषयः अस्ति. अवगच्छति वा? अवगच्छति. सुमन् महोदय अवगच्छति? अवगच्छामि. सर्वे अवगच्छन्ति वा? किञ्चित् महोदय, इदानीं तु कम्प्लीट्लि रिसाल्व् नास्ति, नो चेत् अग्रे अन्य किमपि अस्ति. परन्तु किं रिसाल्व् नास्ति? प्रश्नः कः अस्ति? प्रश्नः अस्ति किमर्थं वयं पठितवन्तः अन्तरङ्ग बहिरङ्ग इति इदानीं. सो अहं यत् उक्तं, यत् मया यत् उक्तं, there are two schools of thought in some sense. One school says that there is bahirangatvam here because of multiple nimittam as defined by Kayyata. That is the old school. The modern school says, which is propounded by Nagesha, that no, there are only two nimitta, sivna. So by that logic, there is no antarangatvam here. So which school to follow is the question, because depending on which school you will follow, you will decide what are the nimitta, how many nimitta, and if there is antarangatvam or not. Idanim tie asti. Idanim tu Nageshasya matam svikurmah chet nimitta samana eva. Tari antarangatvam nasti kalu. Ha. So now, so till here everybody understood, right, that there are two schools, both having differing opinions. तर्हि अधुना प्रश्नः अस्ति, कस्य मतं स्वीकरणीयं? नागेशस्य मतम् इति वयं वदामः, नवीनव्याकरणम् अस्ति, तस्य निमित्तं स्वीकरणीयं, परन्तु किमर्थं तस्य निमित्तं स्वीकरणीयम् अधुना इति प्रश्नः अस्ति. तत्र किमपि लाजिकल् रूपेण तस्य मतं बलवत्तरम् अस्ति इति वा इति किमपि अस्ति वा? नौ सो नौ द फैनल् क्वश्चन् विच् इस् लेफ्ट् टु बि रिसाल्व्ड् इस् हूस् opinion is to be accepted and why? Is there a reason to accept Nagesha over Kayyata? Why should we accept Nagesha? Why not go with Kayyata? Once that is resolved, we can understand what exactly is a nimitta, and based on that, then we can decide if there is antarangatvam or bahirangatvam. Mother, if we were to accept Nagesha, then there would always be an unresolved clash, right? Because we are always talking about something purvam or something param, so there's always going to be just two words involved, and not necessarily na rasya udharanam asti tatra gataravivasare asmabhi kritam si un. अत्र नागेशस्य मतेन अपि अन्तरङ्गत्वम् अस्ति. सोरि, कथं? सि ऊन इति अस्माभिः गतरविवासरे दृष्टं, तत्र नागेशस्य मतेन अपि तत्र अन्तरङ्गत्वम् अस्ति, केवलं शब्दरूपी निमित्तं दृष्ट्या अपि अत्र अन्तरङ्गम् अस्ति. किमर्थं? पुगन्तलघुपदस्य च इति सूत्रस्य निमित्तानि कानि? सिव् न खलु, इकोयणचि सूत्रस्य निमित्तानि कानि? केवलं सिव् मध्ये सन्ति खलु, न इति इकोयणचि कृते तस्य आवश्यकता एव नास्ति. किन्तु जस्ट् सिव् अस्ति चेत् सि उ, सोरि, सि उ, सि उ न इति मध्ये पुगन्तलघुपदस्य च इति कृते सियु तथा न निमित्तद्वयमस्ति. इकोयणचि कृते केवलं सि उ इति अस्ति खलु, तत् तस्य कृते तत्र न यत् अस्ति अग्रे तस्य आवश्यकता नास्ति. अवगच्छति वा? इकोयणचि सूत्रस्य कृते न इति प्रत्ययस्य आवश्यकता अस्ति वा? नास्ति. तर्हि तत्र तस्य निमित्तं केवलं सि उ इति अस्ति. पुगन्तलघुपदस्य च तु निमित्तं सि उ न इति अस्ति, यतोहि तत्र आर्धातुकप्रत्ययः भवेत्, न इति प्रत्ययः भवेत्. तर्हि तत्र नागेशस्य मतेन अपि इकोयणचि अन्तरङ्गत्वम् अस्ति, अतः तस्य कार्यं भवति. अतः सर्वदा नागेशस्य मतेन समान निमित्तं भवति इति नास्ति. अस्मिन् उदाहरणे अस्ति सिवयोगः न मध्ये, परन्तु सि यु न मयत नास्ति. तत्र देर् इस् नो डिफिकल्टि. सर्वे अवगच्छन्ति वा? सो द प्रोब्लम् इस् देट् सिवयोगः न इति स्थले बोत् सिव् एण्ड् न आर् रिक्वैर्ड् बै बोत् छोष्णनासिके च तुगन्तलघुपदस्य च. अतः तत्र अन्तरङ्गत्वं बहिरङ्गत्वम् अस्ति न वा तत्र न जानीमः, परन्तु सि उ योगः न तत्र तु इकोयणचि पुगन्तलघुपदस्य मध्ये तु अन्तरङ्गत्वस्य प्रश्नः नास्ति. इकोयणचि अन्तरङ्गम् अस्ति एव, यतोहि तत्र अग्रे यत् न प्रत्यये अस्ति तस्य इकोयणचि कृते कापि आवश्यकता नास्ति. अस्तु, सर्वे अवगच्छन्ति वा? कस्यापि प्रश्नः अस्ति वा अधुना पर्यन्तं यत् पठितं? किञ्चित् अवगतं, परन्तु पूर्णं पठित्वा किं भवान्? अधुना अस्माकं केवलं निमिषद्वयम् अस्ति, अतः अग्रे किमपि न पठामः. भवान् भवतः शङ्कां वदतु. न, इदानीं पर्यन्तम् अवगतं, परन्तु कथं इदानीं टै अस्ति, द्वयमपि निमित्तम् एकमेव अस्ति, शब्द सिव् योग न, द्वयोः सूत्रयोः कथं तस्य कस्य सूत्रस्य भवान् स्वीकरोति यत् नागेशस्य मतेन उभयत्र निमित्तद्वयम् अस्ति, अतः अन्तरङ्गत्वं नास्ति इति भवान् सम्यक् अवगच्छति खलु. अधुना कस्य सूत्रस्य कार्यं भवति इति भवतः प्रश्नः अस्ति. तर्हि अन्तरङ्गत्वेन अत्र रिसाल्व् कर्तुं न शक्नुमः, परन्तु अन्यत् तु अस्ति खलु, परकार्यं, नित्यकार्यम्, अपवादत्वं. तर्हि अन्तरङ्गत्वं नास्ति इति कृत्वा परकार्य यदि अस्ति इति विप्रतिषेधः परं कार्यम् इति सूत्रेण वि केन् रिसाल्व् पुगन्तलघुपदस्य च. परन्तु इस् देट् रैट् इस् अनदर् क्वश्चन्. अत्र अन्तरङ्गत्वं नास्ति इति अस्माभिः दृष्टम्, अपवादत्वमपि नास्ति, परन्तु नित्यत्वम् अस्ति न वा? तद् द्रष्टव्यं. नित्यत्वमपि नास्ति चेत् आम्, परकार्यं भवति, परन्तु अधुना पर्यन्तं नित्यत्वम् अस्ति न वा इति अस्माभिः न दृष्टम्. तर्हि अग्रे अस्ति, अग्रे वस्तुतः अत्र स्पाय्लर् अलर्ट् अस्ति यत् नित्यत्वेन छोष्णनासिकस्य कार्यं भवति, परन्तु तत् अग्रे आगच्छति, वयम् अग्रे पश्यामः. अधुना अस्माकं यत् प्रश्नः अस्माकं समक्षे यत् प्रश्नः अस्ति तदस्ति यत् कस्य मतस्य ग्रहणं करणीयं, नागेशस्य वा कैयटस्य वा? तद् अग्रिमवर्गे वयं द्रक्ष्यामः यत् किमर्थं नागेशस्य मतं बलवत्तरमस्ति इति वयम् अग्रिमवर्गे वयं द्रक्ष्यामः. एकवारं नागेशस्य मतं अस्माभिः गृहीतं, तदा वयं निमित्तानि कानि इति द्रष्टुं शक्नुमः, तदनन्तरं वयम् अग्रे गच्छामः. अस्तु महोदय. अत्र छोः शूर अनुनासिके सूत्रे क्वि झल किम् अस्ति? मिस् कृतवती. क्वि अनुनासिकप्रत्ययः अपि अस्ति, क्वि झल् अन्य निमित्तानि सन्ति. क्वि प्रत्ययः अस्ति चेत्, स्पेशलि क्वि प्रत्ययः अस्ति चेत् तत्रापि करोतु, अन्यथा झल् प्रत्याह झल् प्रत्याहारस्य अस्ति चेदपि करोतु इति. परन्तु अत्र अनुनासिक एव तस्य महत्त्वमस्ति अस्मिन् उदाहरणे. अस्तु, नो चेत् क्वि प्रत्ययस्य नाम अस्ति किम्? हा, क्वि प्रत्ययस्य नाम. झल् इत्युक्ते झल् झल् आद जलादि प्रत्याहारस्य जलादिः प्रत्ययः. अस्तु, तर्हि अधुना अग्रिमरविवासरे तु अधुना विरमामः. अग्रिमरविवासरे दीपावली अस्ति, अतः वर्गं करणीयं न वा इति किं करणीयम्? अत्र जनाः आगन्तुं शक्नुवन्ति वा? रविवासरे रात्रौ तु दीपावली अस्ति. अस्तु, एकं करोतु, एकं सर्वे मां प्रति ईमेल् प्रेषयतु, के आगन्तुं शक्नोति नागन्तुं शक्नोति. यदि मेजारिटि नागन्तुं शक्नोति चेत् वर्गः न भविष्यति अग्रिमरविवासरे, तथा अहं तादृशम् अनौन्स्मेण्ट् करोमि. परन्तु एकवारम् ईमेल् रूपेण मां वदतु किम् आगच्छति. लक्ष्मीपूजनमस्ति. आमाम्, अतः पृच्छामि. कठिनमस्ति वा सर्वस्य? अस्तु, कठिनमस्ति. In this week, just send me an email. If most of us can't make it, then I'll cancel the class in the next announcement. Okay. Astu. Tari arabha atri viravama haduna. Dhanyavadha, shubha dinam, shubha ratri. Dhanyavadha. Happy Diwali.